सरस्वतीमहाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति धातुषु प्राकृतिकसूत्राणां तत्र विवरणम्। धातुषु यः लौकिकरूपनिर्माणार्थं तत्र प्रथमसोपानम् अस्ति अनुबन्धानां निष्कासनम्। अनुबन्धानां निष्कासनम् अनन्तरं तत्र चत्वारि प्राकृतिककार्याणि सन्ति, तेषां विषये आदौ एव चिन्तनं करणीयम्। तत्र पाणिनिधातुपाठे ये 2000 उपदिष्टधातवः तेषां विषये तत्र एतानि चत्वारि सूत्राणि कार्यं कुर्वन्ति। प्रथमसूत्रमस्ति धातुवादेशः सः। यदि उपदिष्टधातुः आदिमवर्णः मूर्धन्य षकारः तस्य सकारादेशः अनेन सूत्रेण भवति, तत्र कोऽपि निमित्तम् आवश्यकं नास्ति। सो उपदेश अवस्थायां धातुः आदिमवर्णः मूर्धन्य षकारः अस्ति चेत् तस्य सकारादेशः भवति। तत्र वयं दृष्टवन्तः तत्र कुत्रचित् द्वितीयपरिवर्तनम् अपि भवति। धातुपाठे तत्र अष्टुत्वसन्धि भूत्वा धातुः दत्तम् अस्ति चेत् यदा वयं धातुवादेशः सः सूत्रेण तत्र परिवर्तनं कुर्मः, षकारस्य स्थाने सकारादेशः कुर्मः, तत्र द्वितीयपरिवर्तनम् अपि भवति। सो यदा षकारस्य स्थाने यत् मूलधातुषु यत् परिवर्तनम् अभवत् तत् अपगच्छति, किमर्थं चेत् षकारः मूर्धन्यषकारः यदा स्वयम् अपगच्छति, कारणं न तिष्ठति चेत् तस्य फलमपि न तिष्ठति तत्र। अतः यदि मूर्धन्यषकारस्य साक्षात् परे टवर्णः अपि च थवर्णः अस्ति चेत् तत्र तथ करणीयम्। क्रमेण तत्र टकारस्य स्थाने त करणीयं, तकारः करणीयं, ठकारस्य स्थाने तत्र थकारः करणीयं, थ करणीयम्। अपि च यदि तत्र मूर्धन्यनकारः अस्ति तस्यापि दन्त्यनकारादेशः भवति, तदपि मे बि रसाभ्यां नूनः अथवा अट्कुप्वाङ्ग् सूत्रेण तत्र तत् परिवर्तनम् अभवत्। अतः तदपि यदा वयं सकारः कुर्मः तद् द्वितीयपरिवर्तनं तदपि करणीयम्। अनन्तरं तत्र नत्वं यः सूत्रमस्ति नोणः इति सूत्रेण धातुः अनुबन्धानां निष्कासनम् अनन्तरं यदि वयं तत्र मूर्धन्यनकारः प्रथमवर्णः अस्ति चेत् तस्य दन्त्यनकारादेशः करणीयं, सूत्रमस्ति नोणः। अनेन सूत्रेण तत्र एतत् परिवर्तनं जायते। सो येषां धातूनाम् आदिमवर्णः मूर्धन्यषकारः ते षोपदेशधातवः, येषां धातूनां प्रथमवर्णः मूर्धन्यनकारः ते नोपदेशधातुः। सो नोपदेशधातूनां कुत्रचित् अनन्तरं पुनः तत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारादेशः भवति यदा तस्य प्राक् कोऽपि उपसर्गः आयाति। उपसर्गे णत्वकार्यस्य निमित्तम् अस्ति चेदेव कार्यं भवति। अतः वयं तत्र पठितवन्तः उपसर्गात् असमासे अपि नोपदेशस्य धातोः पूर्वम् उपसर्गः अस्ति चेत् उपसर्गे णत्वकार्यस्य निमित्तम् अस्ति इत्युक्ते रकारः अथवा षकारः अस्ति चेत् तत्र दन्त्यनोपदेशधातु यः नोनः इत्यनेन दन्त्यनकारः परिवर्तनम् अभवत् तत्र पुनः तस्य मूर्धन्यनकारादेशः भवति इति उपसर्गात् असमासे अपि नोपदेशस्य। पूर्वस्मिन् वर्गे वयं नुमागमस्य विषये पठितम्। एतत् तृतीयसूत्रमस्ति, कुत्रचित् मूलधातुः अनुबन्धानां निष्कासनम् अनन्तरं यदि तत्र धातौ ह्रस्व इकारस्य इत्संज्ञा अस्ति तस्य धातुः नाम इदित् धातुः. इदित् इत्युक्ते ह्रस्व इकारः इत् यस्मिन् सः इदित् अत्र धातुविषयः. अतः यस्मिन् धातुः ह्रस्व इकारस्य इत्संज्ञा अस्ति तस्य अन्यनामः भवति इदित् धातुः. सो नुमागमः केवलम् इदित् धातुषु एव नुमागमः भवति. यस्मिन् यस्मिन् धातोः ह्रस्व इकारस्य इत् अस्ति तस्मिन् एव नुमागमः भवति इति सूत्रं वदति. इदितो नुम् धातुः, इदित् धातोः नुमागमः भवति, कोऽपि अन्यधातोः नुमागमः न भवति. इदित् इदितः धातोः निमागमः भवति. नुम् इति आगमः अस्ति. नुम् इति आगमः अस्ति, आगमरूपी कार्यम् अस्ति. अतः कुत्र करणीयम् इति प्रश्नः सर्वदा आगमविषये आयाति. आगमः यस्य आगमः, अत्र धातोः आगमः. सो यस्य आगमः तस्मिन् कुत्र करणीयम्? आदौ करणीयम्, अन्ते करणीयं वा कुत्रचित् मध्ये स्थापनीयम् इति तत्र सर्वदा आगमस्य विषये चिन्तनमस्ति. यः आदेशरूपी कार्यं तत्र तु कोऽपि चिन्ता नास्ति. तत्र स्थानीवर्णः सूत्रे साक्षात् दत्तम्. कस्य स्थाने आदेशः करणीयं, कः वर्णः अपगच्छति तस्य स्थाने नूतनवर्णः स्थापनीयं, तत्तु तत्र स्पष्टतया दत्तम् आदेशविषये. सो आगमस्य विषये तत्र अष्टाध्यायीग्रन्थे, पाणिनिग्रन्थे तत्र सूत्रद्वयं सर्वदा स्मर्तव्यम्. एकमस्ति आद्यन्तौ टकितौ, एतदपि आगमविषये एव, एतत् परिभाषासूत्रम्. द्वितीयमस्ति मिदचो अन्त्यात् परः. एतानि परिभाषासूत्रद्वयं तत्र अष्टाध्यायीग्रन्थे प्रथमाध्याये तत्र सन्ति स्तः. आद्यन्तो टकितो इत्यनेन किं वदति? यदि आगमः टित् अस्ति, आगमे यदि कोऽपि टकारस्य इत्संज्ञा अस्ति चेत् सः आगमः, यस्य आगमः तस्य आदौ स्थापनीयम्. यथा तत्र इडागमः, इट् आगमः भवति. सो प्रत्ययस्य इट् आगमः भवति कुत्रचित्, प्रत्ययस्य प्राक् तत् आयाति. किमर्थं चेत् सः आगमः टित् अस्ति. इट् इति कथनेन इकारः टकारः, टकारः हल् वर्णः, हलन्त्यम् इत्यनेन टकारस्य इत् भवति. अतः इट् टित् अस्ति. टित् कारणेन सः प्रत्ययस्य आगमः, अतः प्रत्ययस्य आदौ स्थापनीयम्. तथैव कोऽपि कित् आगमः अस्ति चेत् यस्य आगमः तस्य अन्ते स्थापनीयम्. इदानीं तत्र नुम् आगमः, इदितो नुम् धातोः यः धातोः, इदित् धातोः यः नुमागमः भवति, आगमे तत्र मकारस्य इत् अस्ति. टकारस्य ककारस्य इति न, अत्र मकारस्य इत्. अतः अत्र आद्यन्तौ टकितौ इति सूत्रस्य अपेक्षा न, कोऽपि भिन्नसूत्रम् अपेक्षितम्. सो नुमागमे नुम् इति आगमः मित् अस्ति इति कारणेन तत्र महर्षिणा एकं परिभाषासूत्रं दत्तं, मिदचो अन्त्यात् परः. सूत्रस्य सरलरीत्या अर्थः कः इति वदामः चेत् यः आगमः मित् अस्ति, यस्मिन् आगमे मकारस्य इत्संज्ञा अस्ति, सः आगमः यस्य आगमः, सपोज् धातोः आगमः, अत्र तु धातोः आगमः, धातो मध्ये यः अन्तिमस्वरः, अन्त्यात् अच् अन्त्यात् परः, अन्त्यात् अच् परे नुमागमः, मित् आगमः भवति. अत्र तु मित् आगमे नकारस्य आगमः. किमर्थं चेत् मकारस्य इत् अस्ति, उकारः उच्चारणार्थं सः अनुनासिक अस्ति, तस्यापि उपदेशे अजनुनासिक इति सूत्रेण इत्संज्ञा भूत्वा तत्र केवलं नकारः तिष्ठति. सो नुमागमे नकारस्य आगमः भवति, धातोः नकारस्य आगमः भवति. तत्र धातोः यः अन्तिम अच् अस्ति तस्य परे, तस्य साक्षात् अनन्तरं नकारः स्थापनीयम्. सो मिदचो अन्त्यात् परः इति सूत्रं वदति यः मित् आगमः सः अन्तिम् अचस्य अनन्तरं परे करणीयम् इति मिदचो अन्त्यात् परः सूत्रस्य तत्र सम्पूर्णव्याख्या अस्मिन् करपत्रे दत्तम्। अद्य तत् पठामः, मिदचो अन्त्यात् परः इति सूत्रस्य व्याख्या अत्र अत्र पूर्णतया दत्तम्। अस्तु, इदानीं प्रारम्भं कुर्मः। सो केवलम् इदित् धातुषु एव नुमागमः भवति, नुमिति आगमः मित् अस्ति, अतः मिदचो अन्त्यात् परः इति सूत्रद्वारा एव वयं तत्र निर्णयं कर्तुं शक्यते एतत् नकारः कुत्र स्थापनीयं, धातोः कुत्र स्थापनीयं, तस्य विषये सूत्रमस्ति मिदचो अन्त्यात् परः। अस्तु, कः प्रारम्भं करोति, कः अथवा कः प्रारम्भं करोति? मिदचोन्त्यात् परः प्रथम अध्याये प्रथमपादे चत्वारि सूत्रं चत्वारिंशत् सूत्रं यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिमावयवो भवति। म इत्यस्य सः मित् बहुव्रीहिः। मित् प्रथमान्तम्, अचः षष्ट्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्। अनेकपदमिदं सूत्रम्। एतत् सूत्रं वदति, अस्मि तत्र सम्पूर्णपरिच्छेदं पठतु भगिनि। अस्तु, आद्यन्तौ टकितौ प्रथम अध्याये प्रथमपादे षट्चत्वारिंशत् सूत्रम् इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः। अस्मिन् सूत्रे अचः षष्टिविभक्तौ, अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं, नाम सर्वेषु स्वरेषु अन्तिमः तस्मात्। अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम्। आशयः बहुवचनं निर्धारण सप्तमी बहुषु एकम्। जात्याख्यायामे कस्मिन् बहुवचनमन्यतरस्याम। जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्। तर्हि अचः एकवचने चेदपि सार्वत्रिकबहुवचनार्थक इत्यञ्च षष्ठीविभक्तेः अर्थः स्थाने इति न, षष्ठीस्थाने योगा इति सामान्यम् इदं सूत्रं विशेषः। अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः। अवगतं तत् वदतु। मिदञ्चोन्त्यात् परः पदचेतनं मित् अचः अन्त्यात् परः अस्ति। मित् प्रथमान्तम्, अचः षष्ट्यन्तम्, अन्त्यात् पञ्चम्यन्तं, परः प्रथमन्तम्। अतः अच् स्थाने न अच् परः अचः अन्त्यात् अचः अन्त्यात् धातुषु अन्त्य अचः परः मित् अस्ति चेत् तस् मित् भवति मित् भवति किमर्थमस्ति वाक्येषु धातुषु अत्र धातुः तु नास्ति न भगिनि कुत्रापि धातु न कुत्रापि मकारस्य इत् अस्ति चेत् तस्य नाम मित् इति मित् अस्ति चेत् अन्तिम अचस्य परः कार्यं भवति इत्युक्ते अन्त्यात् अचः परे मित् आगमः मित् इति भवति अत्र आगमविषये अस्ति किमर्थं चेत् पूर्वसूत्रे तत्र आद्यन्तौ टकितौ इति यः अस्ति तत्रापि आगमः विषयः एव अनन्तरमपि आगमविषयः सो यः मित् आगमः सः अन्त्यात् अचः यः यस्य आगमः यस्मिन् सः मित् आगमः यस्मिन् कस्मिन्नपि धातोः वा प्रत्यये वा अपि च कस्यचित् शब्दसमूहे मित् आगमः भवति चेत् सूत्राधारेण यस्य आगमः तस्मिन् यः अन्त्यात् यः अन्त्यम् अचः अस्ति तस्य परे अत्र षष्ठीस्था यः षष्ठी विभक्तिः अस्ति अचः सः तु षष्ठीस्थाने योगः यः तत् अर्थं नास्ति अत्र अचः स्वयं स्थानीवर्णः नास्ति अत्र निर्धारणषष्ठी अस्ति निर्धारणषष्ठी इत्युक्ते अत्र अचः अन्त्यात् इति अत्र लिखितम् अचः अन्त्यात् इति यः अस्ति अत्र विशेषणविशेषभावः नास्ति किमर्थं चेत् अन्त्यात् पञ्चमी अचः षष्ठी सो अत्र विशेषणविशेषभावः नास्ति परन्तु अत्र यः अचः अस्ति सः निर्धारणषष्ठी वयं जानीमः तत्र बहुषु एकस्य तत्र स्वीकुर्मः चेत् तत्र सप्तमी विभक्ति प्रयोगः अपि भवितुं शक्नोति षष्ठीविभक्तिप्रयोगः अपि भवितुं शक्नोति सपोज् ऐ से कविषु कालिदासः श्रेष्ठः सो कविषु यः अस्ति अथवा इफ् ऐ से कवीनां कालिदासः श्रेष्ठः अत्र कवि इति यः अस्ति कवीनां कविषु इति कविजातिः अस्ति सो जातिविषयः अत्र दत्तं सम्पूर्णकविजातिषु कालिदासः श्रेष्ठः सो निर्धारण इत्युक्ते बहुषु एकं वयं स्वीकुर्मः चेत् बहुषु एकं वयं इफ् वि सिलेक्ट् वन् फ्रम् मनि नाट् फ्रम् टु आर् थ्री आर् वन् फ्रम् मनि तत्र षष्ठीविभक्तिप्रयोगः अपि साधु सप्तमीविभक्तिप्रयोगः अपि साधु सो इफ् ऐ रैट् कविषु अथवा कवीनां द्वयमपि रूपं साधुरूपमेव किमर्थं चेत् निर्धारणेषु यदा बहुषु एकस्य विषयः आयाति चेत् तत्र निर्धारणं षष्ठी इति यः अस्ति तत्र सप्तमी अपि प्रयोगः भवति सो अत्र तदेव अस्ति यस्य आगमः तस्मिन् यदि बहु स्वरव्यञ्जनानि सन्ति स्वरवर्णाः सन्ति तस्मिन् वयं किं कुर्मः एकम् अन्तिम अच् स्वीकुर्मः सो अन्तिम अच् यस्य मित् आगमः भवति तस्मिन् यः अन्तिम अच् अस्ति अच् इति यः अस्ति स्वराणां जाति स्वरा ये अ आरभ्य औपर्यन्तं ये तत्र स्वराः सन्ति तत्र अच् इति जाति अस्ति सो बहुषु अत्र एकः स्वीकरणीयं कीदृश अचः अन्तिम अचः तस्मिन् शब्दसमूहे यः अन्तिम अचः तत् स्वीकरणीयं किमर्थं चेत् तस्य परे मित् इति स्थापनीयं, मित् स्थापनीयं, यः मित् आगमः सः यस्य आगमः तस्मिन् यः अन्त्यात् अच् अस्ति तस्यानन्तरम् एव तत्र मितागमः स्थापनीयं। सो अत्र प्रथमे तु अचः इति पञ्चमी नास्ति, विशेषणविशेष्यभावः नास्ति, अत्र अचः निर्धारणं षष्ठी अस्ति, षष्ठीरूपेण अस्ति, अपि च स्वयं स्थानीवर्णः, स्थानी इत्युक्ते स्थानी नास्ति, वयं जानीमः तत्र षष्ठी कथं स्थानी भवति तस्य विषये अस्ति परिभाषासूत्रं, षष्ठी स्थाने योगा, यत्र सूत्रेषु षष्ठीविभक्तिः सम्बन्धः न दृश्यते, अत्र तु सम्बन्धः नास्ति, अचः षष्ठ्यन्तम् अन्त्यात् इति यः अस्ति पञ्चमी अन्तं, सो अत्र कोऽपि सम्बन्धः नास्ति। सो वयं प्रायशः किं कुर्मः, परिभाषासूत्रं वदति यत्र षष्ठ्यन्तं पदः अस्ति यदि सः सम्बन्धः न दर्शयति सः तु स्थानी एव भवति, अत्र सम्बन्धः अपि नास्ति अपि च स्थानी अपि नास्ति, आच् अन्तिम आच् अत्र स्थानीवर्णः नास्ति, किमर्थं चेत् अत्र तु आगमः, सः अन्तिम अच् स्थाने तत्र नुमागमः न भवति इति तस्य अर्थः नास्ति, तस्य विषये एव एतत् सर्वं दत्तम्, अपि तु अत्र यः षष्ठी अस्ति सः निर्धारणं षष्ठी इति तत्र व्याख्यायां तत्र एतत् स्पष्टीकरणार्थम् एव लिखितम्। अदर्वैस् इफ् वि से देट् अत्र तु अस्तु अत्र सम्बन्धः नास्ति, यत्र यत्र षष्ठीविभक्तिपदस्य अन्यपदस्य सह कोऽपि सम्बन्धः न दृश्यते तत्र प्रायशः वयं किं कुर्मः, षष्ठीस्थाने योगः इति सूत्रद्वारा सः स्थानी भवति, षष्ठ्यन्तं पदः स्थानी भवति, परन्तु अत्र तथा न करणीयं, किमर्थं चेत् अत्र यः अन्तिम अच् सः स्थानीवर्णः न तस्य स्थाने नुम् न करणीयं, मित् न करणीयं, सोरि मित् आगमः अन्तिम अच् स्थाने न करणीयं, तत्र तु निर्धारणं षष्ठी, अन्तिम तत्र ये यानि स्वराणि तत्र सन्ति तेषु यः अन्तिम अच् तस्य परे मित् इति आगमः स्थापनीयम् इति तस्य अर्थः। अतः अत्र यः अचः षष्ठ्यन्तम् अस्ति सः तु न सम्बन्धं दर्शयति न तु स्थानी, परन्तु सः अचः अत्र निर्धारणं षष्ठी इति तत्र तस्य विषये अपि सूत्रमस्ति। सो यदा वयं तत्र बहुषु एकं स्वीकुर्मः चेत् एकं कोऽपि जातिः अस्ति चेत् यथा कविजातिः अथवा कोऽपि अन्य अत्र स्वरजातिः, स्वरजातिषु एकं स्वीकुर्मः चेत् अन्तिमस्वरः तस्मिन् शब्दसमूहे यः अन्तिमस्वरः अत्र तत् स्वीकरणीयं, तत् कुर्मः चेत् तत्र प्रायशः व्याकरणशास्त्रे तत्र षष्ठीप्रयोगः अपि साधु, सप्तमीप्रयोगः अपि साधुः, अस्मिन् सूत्रे तु षष्ठीप्रयोगः महर्षिणा कृतम्। अतः अत्र यः अचः अस्ति सः तु न तु सम्बन्ध दर्शयति, अत्र विशेषणविशेष्यभावः नास्ति, अपि च सः स्थानी अपि नास्ति, सः तु निर्धारणषष्ठी इति तस्य अर्थः। अतः किमर्थं चेत् बहुषु अचेषु तैः अन्तिम अचः तस्य परे अत्र तत् स्थापनीयम् इति तस्य अर्थः। सो यस्मिन् मित् आगमः करणीयं तस्मिन् यः अन्तिम अचः तस्य परे मित् इति आगमः स्थापनीयं। सो इदितोनुम् धातोः अपि मित् आगमः भवति, सः मित् आगमः धातोः आगमः। सो वयं किं पश्यामः, धातोः यः अन्तिमस्वरः तस्य परे नु नकारः स्थापनीयम् इति मिदचो अन्त्यात् परः सूत्रस्य अर्थः। सो यस्य आगमः तस्मिन् यः अन्तिम अचः तस्य परे एव मितागमः करणीयम् इति सूत्रस्य अर्थः। अपि च अत्र किं लिखितं जात्याख्याम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति एकं सूत्रम् अस्ति. अस्य सूत्रस्य विषये वदतु भगिनि, किं लिखितम् अत्र? आख्यायां न अवगतं भगिनि. आख्यायाम् इत्युक्ते यदा कदा जातिः उल्लेखः अस्ति, उल्लेखविषयः अस्ति. अत्र स्वरजातिः उल्लेखः अस्मिन् सूत्रे मिदचो अन्त्यात् परः इति सूत्रे स्वरजाति उल्लेखः अस्ति. सो जात्याख्याम् इत्युक्ते जातिः उल्लेखः उल्लेखविषये, जातिः उल्लेखविषये. जाति इत्युक्ते इट् इस् अ कलेक्टिव् नौन्, जाति इस् अ कलेक्टिव् नौन्. सो यदा वयं जल वदामः चेत् कूपजलं वा नदीजलं वा सागरजलं वा, तत्र जलजातिः अस्ति. तथैव अत्र अच् जातिः, अकारः वा इकारः वा उकारः वा, यत्किमपि अन्तिम अचः तस्मिन् शब्दसमूहे तस्य परे स्थापनीयम्. सो तत्र जाति आख्याम् इत्युक्ते व्याकरणशास्त्रे संस्कृतव्याकरणे जातिः उल्लेखः यत्र भवति तत्र किम् अत्र लिखितम्? एकस्मिन् बहुवचनम् अन्यतरस्यां, यत्र यत्र सूत्रे अन्यतरस्याम् अन्यतरस्यां, बहुषु सूत्रेषु महर्षि किं करोति, अन्यतरस्याम् इति पदस्य उपयोगः बहुषु सूत्रेषु तत्र दृश्यते. अष्टाध्यायीग्रन्थे यत्र यत्र एतत् पदम् आयाति अन्यतरस्यां, तत्र कार्यं विकल्पेन भवति. यथा तत्र कुत्रचित् वा इति महर्षि स्थापयति, कुत्रचित् अन्यतरस्याम् इति वदति. सो यत्र यत्र महर्षि सूत्रेषु वा वदति वा अन्यतरस्यां वदति, तत्र कार्यं विकल्पेन भवति. इत्युक्ते तत्र अस्माकं विवक्षा अनुसार, अस्माकम् इच्छानुसारेण तत्र कार्यं भवति. सो अत्र कस्य विषये विकल्पः इति प्रश्नः सति चेत्, दिस् सूत्र सेज् देट् यदा तत्र जातिः उल्लेखः करणीयम् एकस्मिन् इत्युक्ते एकम् एव जातिः विषये वदामः चेत्, उल्लेखः अस्ति चेत् तत्र बहुवचनस्य प्रयोगः विकल्पेन भवति इति सूत्रस्य अर्थः. इत्युक्ते अत्र अच् बहुवचने किं भवति? अत्र यः षष्ठी, अत्र यः अचः प्रथमा षष्ठी, प्रथमा षष्ठी एकवचने अस्ति. बहुवचने किं भवति? अचाम् इति भवति. बहुवचने अस्ति चेत् अचां भवति. दिस् सूत्र सेज् देट् जात्याख्याम् एकस्मिन् बहुवचने अन्यतरस्यां सेज् देट् सामान्यतया जातिः उल्लेखः तु एकवचने एव अस्ति. तत्र जाति उल्लेखः सामान्यरूपेण, लोके अपि वयं तत्र जातिः वदामः चेत् एकवचने एव तस्य उल्लेखः भवति. परन्तु एतत् सूत्रं वदति बहुवचने अस्ति चेदपि तत्र कोऽपि दोषः नास्ति. सो विकल्पेन बहुवचने अपि तस्य प्रयोगः भवितुं शक्नोति. सो इफ् ही वुड् हेव् सेड् हेड् अचाम्, सो अचां मध्ये यः अन्त्यात् तस्य परे भवति चेत् तदपि साधु. परन्तु तत्र प्रायशः जाति उल्लेखः तु एकवचने एव भवति. अनेन सूत्रेण किं, तत्र कोऽपि सूत्रम् अस्ति चेत् यत्र जातिः उल्लेखः बहुवचने अस्ति, बहुवचने दत्तं चेत् तदपि साधु एव. किमर्थं चेत् महर्षि वदति बहुवचने अन्यतरस्यां, वी केन् डू द जाति उल्लेखः कस्मिंश्चित् सूत्रे जाति उल्लेखः बहुवचने अस्ति चेदपि कर्तुं शक्यते, तत्र कोऽपि दोषः नास्ति. सामान्यरूपेण इत्युक्ते जनरलि वी डू इट् इन् द एकवचने एव वयं तत्र कुर्मः. यदा तत्र अचि अस्ति, बहुषु सूत्रेषु अचि अचि अचि कार्यं भवति. सो तत्रापि अच् इति जातिः विषये अस्ति, सप्तमी अस्ति, परन्तु एकवचने एव दत्तं. सो अच् तत्र कोऽपि विशिष्ट अच् विषये अकारः वा इकारः वा एकम् एव अच् विषये नास्ति, सम्पूर्ण अच् जातिः विषये अस्ति. सो वट् इस् द सारः? सामान्यरूपेण, सरलरूपेण, इत्युक्ते जनरल् नियमाधारेण जातिः उल्लेखः तु एकवचने एव भवति, परन्तु अनेन सूत्रेण जात्याख्याम् एकस्मिन् बहुवचने अन्यतरस्याम् इति सूत्रेण जातिः उल्लेखः बहुवचने अपि भवितुं शक्नोति, विकल्पः अस्ति. इत्युक्ते एकवचने तु भवति एव, बहुवचने अस्ति चेदपि तत्र कोऽपि दोषः नास्ति इति सूत्रस्य अर्थः. सो अत्र अचः एकवचने चेदपि सार्वत्रिकः इत्युक्ते तत्र ये सर्वे अच् वर्णाः तेषाम् अत्र ते सर्वे स्वीकरणीयं, तेषु यः अन्तिमः तत्र तस्मिन् शब्दसमूहे तस्य परे एव मित् इति आगमः स्थापनीयम् इति तत्र सूत्रस्य अर्थः. अपि च अत्र दृश्यतु मित् अचः अन्त्यात् परः, अत्र अन्तः इति पदस्य अनुवृत्तिः, आद्यन्तौ टकितौ इति सूत्रतः तत्र अन्तः इति पदस्य अनुवृत्तिः. किमर्थम् एतत् आवश्यकम्, अन्तः इति किमर्थम् आवश्यकम्? सूत्रे तु तत्र चत्वारि पदानि सन्ति, मित् अचः अन्त्यात् परः, अत्र अन्तः इति किमर्थं स्वीकरणीयम् इति अनुवृत्तिः किमर्थं स्वीकरणीयम्? अत्र दृश्यतु भगिनि, अपि च अयं मित् यस्य वर्णसमुदायस्य, यस्य वर्णसमुदायस्य एतत् मित् अयं भवति तस्य अन्तिम अवयवः भवति, अवयवः भवति इति अत्र लिखितम्. अस्य वाक्यस्य कः अर्थः? एतत् वाक्यम् अन्तः विषये एव दत्तम्. अत्र यः अन्तः इति पदस्य अनुवृत्तिः, तस्य उल्लेखः एव अस्मिन् वाक्ये दत्तं, परन्तु एतस्य वाक्यस्य कः अर्थः अग्रे तत्र अत्र दत्तम्, अग्रे अपि दत्तम्. सो अन्तः इति पदस्य यः अनुवृत्तिः, तत्र काशिकाकारेण तत्र एतत् सर्वं तत्र लिखितं, किमर्थम् अन्तः इति पदस्य उल्लेखः? तत् अग्रे आयास्यति. सो यः द्वितीयवाक्यस्य अर्थः तस्य उल्लेखः अग्रे अस्ति, तस्य उल्लेखस्य विषये अन्तः इति पदं किमर्थं स्वीकरणीयं? तस्य एव अर्थः, तस्य अन्तिम अवयवः भवति इति तस्य अर्थः अग्रे स्पष्टं भवति. वदतु भगिनि. भगिनि, अवयवः इत्युक्ते किं भगिनि? अवयवः इत्युक्ते पार्ट्, यथा तत्र दिस् मै हेण्ड् इस् अ बाडि पार्ट्. सो शरीरस्य अवयवः किं? हस्तः, पादः, एतत् सर्वे अवयवः, शरीरस्य अवयवः. तथैव शब्दसमूह यः मित् इति आगमः कस्यचित् शब्दसमूहे मित् आगमः भवति. सो दिस् इट् सेज् देट् दिस् मित् आगमः यः मित् अस्ति, यथा तत्र धातुः नुमागमः भवति, देट् नकारः बिकम्स् ए पार्ट् आफ् देट् शब्दसमूह, देट् बिकम्स् ए पार्ट् देट् इस् इन्क्लूडेड् इन् देट् शब्दसमूह. परन्तु अत्र किं? तस्य अन्तिम अवयवः भवति. वाट् सो अन्तिम अवयवः कदा भवति? वदतु. यस्य शब्दसमूहस्य मित् इति कदा अन्तिम अवयवः भवितुं शक्नोति? मित् इति आगमः प्रथमे वदतु, मित् इति आगमः कुत्र भवति? अच् अन्तिम अच् परे. सो मित् इति आगमः अन्तिम अच् परे भवति. वेन् विल् इट् बिकम् एन् अन्तिम अवयवः? शब्दसमूहस्य अन्तिम अवयवः भवति इति लिखितम्. सो वेन् विल् दिस् मित् बिकम् एन् अन्तिम अवयवः? जस्ट् थिङ्क् अबौट् इट्. When there is a agamaha. Suppose kopi shabda samuha asti. किमपि शब्दसमूहः अस्ति तस्मिन् तु आदौ अपि सर् भवितुं शक्नोति, मध्ये अपि स्वर् भवितुं स्वरवर्णः भवितुं शक्नोति, अनेकाः स्वरवर्णः अपि भवितुं शक्नोति, अन्ते अपि स्वर् भवितुं शक्नोति, अन्ते अपि भवितुं शक्नोति न? परन्तु मित् अस्ति चेत् मकारः इत् अस्ति चेत् सपोज् एकं शब्दसमूहः अस्ति तस्मिन् आदौ एव स्वरवर्णः, एकमेव स्वरवर्णः सः आदौ अस्ति, सो वयं मित् इति आगमः कुत्र कुर्मः? तस्य परे यः आदौ यः स्वरः अस्ति तस्य परे, सत्यं न विदचो अन्त्यात् परः सूत्र आधारेण यस्य शब्दसमूहस्य मित् आगमः भवति तस्मिन् यः अन्तिम अच् तस्य परे भवति इति सूत्रस्य अर्थः, सत्यं वा? आं भगिनि. अस्तु, इदानीम् एकं शब्दसमूहः अस्ति तस्मिन् एकम् एव स्वरवर्णः, सः स्वरवर्णः आदौ अस्ति, तस्य अनन्तरं व्यञ्जनानि सन्ति, द्वौ वा त्रीणि वा किमपि व्यञ्जनानि सन्ति, परन्तु स्वरः तु एकम् एव अस्ति, सः आदौ अस्ति, सो वयं तत्र यदि तस्मिन् शब्दसमूहे मित् आगमः करणीयं चेत् कुत्र कुर्मः? अनेन सूत्रद्वारा, अनेन सूत्रेण अच् परे एव प्रथम अच् अस्ति तस्य परे एव, किमर्थं चेत् अत्र अनन्तरं कोऽपि अच् वर्णः एव नास्ति, सत्यं वा? अस्तु, सपोज् तत्र धातुः धातुविषये तु सर्वदा तत्र मध्ये एव अच् वर्णः श्रूयते, अस्तु, सो तत्र यः अन्तिम अचः धातुषु यः अन्तिम अचः बहुत्र तत्र एकमेव अच् वर्णः, धातुषु बहुत्र तत्र एकमेव अच् वर्णः, अनुबन्धानां निष्कासनम् अनन्तरं तत्र एकमेव अच् वर्णः तत्र तिष्ठति, प्रायशः सः अचवर्णः मध्ये एव अस्ति, इत्युक्ते प्रथमे तत्र कोऽपि व्यञ्जनः, अनन्तरं कोऽपि स्वरः, अनन्तरम् एकम् अन्यत् व्यञ्जनः अस्ति, सो तत्र यः तत्र प्रायशः एकमेव स्वरः दृश्यते, यत्किमपि स्वरः तत्र धातुषु दृश्यते तस्य अनन्तरम् एव मित् इति स्थापनीयम् इति मिदचो अन्त्यात् परः सूत्रं वदति. सपोज् एकं शब्दसमूहः अस्ति तस्मिन् बहु स्वराः सन्ति, अन्ते अपि स्वरवर्णः अस्ति, यथा तत्र भव इति अस्ति, भव इति शब्दसमूहे बकार उत्तरवर्ति अपि अकारः, वकार उत्तरवर्ति अपि अकारः, सो यदि भव इति मित् आगमः कुर्मः चेत् तत्र कुत्र आयाति भगिनि? अन्तिमे भवम् इति तत्र अन्ते तत्र वकार उत्तरवर्ति यः अन्तिम अचः तस्य परे स्थापनीयं, सो तादृशस्थित्यां सः मित् अन्तिम अवयवः भवति, तत्र एव सः अन्तिम अवयवः भवति, यदा तत्र मध्ये मित् आगमः भवति सः तु अन्तिम अवयवः न भवति, यदा आदौ स्वरः अस्ति चेत् सः अपि द्वितीयस्थाने मितागमः भवति, सः अपि अन्तिम अवयवः न भवितुं शक्नोति, सो यस्य शब्दसमूहस्य मितागमः करणीयं यस्य यदि तस्मिन् अन्ते कोऽपि स्वरः अस्ति तदा किं भवति? सः मितागमः तस्य अन्तिम अवयवः भवति, देट् मिट् बिकम्स् एन् लास्ट् पार्ट् आफ् देट् शब्दसमूहः इति तस्य अर्थः. सर्वैः अवगतं वा? आं भगिनि. सो तत्र परन्तु एतत् स्थितिः धातुषु न लभ्यते, एतत् स्थितिः तत्र कोऽपि द्विसहस्र धातुषु ये इदित धातवः सन्ति धातुपाठे तत्र एतत् कुत्रापि न भवति. मित् इति नुम् इति आगमः इदितो नुम् धातोः यः नुमागमः धातोः भवति तत्र कुत्रापि सः अन्तिमं नुम् इति कुत्रापि अन्तिम अवयवः न भवति, सो किमर्थम् अत्र अन्तः इति स्वीकरणीयं धातुषु तु? परन्तु सी वी हेव् टु सी देट् मिदचो अन्त्यात् परः यः सूत्रमस्ति दिस् इस् अ परिभाषासूत्रम् अत्र किमपि न लिखितं धातुविषये वा अत्र केवलं लिखितं यस्मिन् कस्मिन् अपि मित् आगमः भवति सः तस्मिन् यः अन्तिम अचः तस्य परे भवति इति सूत्रस्य अर्थः परन्तु यदा वयं धातुः विषये पश्यामः चेत् तत्र तु नुम् कदापि तपि अन्तिम अवयवः न भवति किमर्थं चेत् तत्र कोऽपि धातुः एव तादृशं नास्ति यः प्रथमे तु इदित् अपि च तस्य अन्ते कोऽपि स्वरः तदा एव सः अन्तिम अवयवः भवितुं शक्नोति परन्तु अतः तत्र किम् अन्तः इति अनुवृत्तिः किमर्थं स्वीकरणीयं सो अत्र किम् अस्ति नुम् इति आगमः नुमागमः न केवलं धातुषु भवति व्याकरणे नुम् आगमः विषये एकं प्रकरणम् अस्ति तत्र अन्यानि सूत्राणि अपि सन्ति येषु तत्र नुमागमः भवति एतत्तु धातुविषये यः नुमागमः तस्य सूत्रमस्ति परन्तु अन्यत्रापि नुमागमः भवति व्याकरणशास्त्रे तस्य विषये तत्र एतस्य उल्लेखः तत्र एतस्य प्रयोगः दृश्यते तत्र अन्तिम अवयवः भवति मित् इति आगमः इति अग्रे तस्य विषये दत्तं कोऽपि प्रश्नः अस्ति वा चन्द्रमासि भगिनि कोऽपि प्रश्नः अस्ति वा भगिनि अन्तः इति पदस्य प्रसक्तिः किमस्ति इति न अवगतम् अग्रे तस्य विषये एव दत्तं धातुषु तु अन्तः इति यः अस्ति तस्य किं प्रयोजनं तस्य कः अर्थः किमर्थं स्वीकरणीयम् इति अग्रे दत्तं भगिनि पठितुम् इच्छति वा भगिनि पठतु अग्रे भवती अपि एव पठतु अस्मिन् सूत्रे अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवो भवति इत्युक्तम् अस्य अर्थः कः इति स्पष्टं भवति सुबन्धप्रकरणे ज्ञानशब्दः बहुवचने ज्ञानानि भवति ज्ञान योगः ई षी प्रत्ययः लशुकोदधिरे प्रथमाध्याये द्वितीयपादे षष्ठं सूत्रम् इत्यनेन ई अष्टमसूत्रम् इत्यनेन ई अवशिष्यते मिदच्छोन्द्यात् परः प्रथमाध्याये प्रथमपादे सप्त चतुर्सप्ततितमं सूत्रम् इत्यनेन नुमागमः ज्ञानयोगः नुयोगः ई अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने चासं बुद्धौ षष्ठाध्याये चतुर्थपादे अष्टमं सूत्रम् इत्यनेन अङ्गस्य उपधायाः दीर्घः ज्ञानान् योगः ई ज्ञानानि यदि नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न भविष्यत् आकारः उपधायां न भविष्यत् सर्वनामस्थाने चासम्बुद्धौ षष्ठाध्याये चतुर्थपादे अष्टमं सूत्रम् इत्यनेन अकारस्य दीर्घादेशः च न भविष्यत् अन्तः इति पदस्य विषये एव एतत् सर्वं व्याख्या दत्तम् अन्तः इति पदस्य सः समुदायस्य आगमः तस्य अन्तिम अवयवो भवति इत्युक्तम्यात् परः सूत्रेण अन्तिम अचः अन्तिम अचः अनन्तरं अचः परे आगमः नुमागमः मित् आगमः भवति इति उक्तम् अस्ति तत्र अन्त्यात् पर अन्तः इति अपि अत्र दत्तमस्ति इत्युक्तं किम् इति वदति अस्य अर्थः कः इति स्पष्टं भवति. सुगन्धप्रकरणे एव तस्य उपयोगं भवति. ज्ञान एकम् उदाहरणं दत्तमस्ति, ज्ञान इति शब्दं बहुवचने ज्ञानानि इति भवति, कथं कीदृशं पदं प्राप्तम् इति दत्तं. ज्ञानयोगः ई इति षी प्रत्ययः अत्र अनुबन्धलोपानन्तरम् ई एव अवशिष्यते. ज्ञानयोगः ई अत्र विदच्छोन्द्यात् परः इत्यनेन नुमागमः ज्ञान अनेन सूत्रेण नुमागमः न भवति. अनेन सूत्रेण ज्ञानशब्दे नुमागमः भवति. अनेन सूत्रेण अन्त्यात् परे नुमागमः. परन्तु तत्र सूत्रमस्ति नपुंसकस्य जलश्च नास्ति, जलश्च अस्ति. नपुंसकस्य जलः च इति सूत्रेण तत्र ज्ञानशब्दे नपुंसकलिङ्गे अस्ति. तस्मै तु वदतु भगिनी, ज्ञान इति शब्दः कथं निर्मीयते? ज्ञान इति प्रातिपदिकं कथं निर्मीयते जानाति वा भगिनी? अत्र धातुः ज्ञा इति धातुः भुवादिगणे अपि अस्ति, क्रयादिगणे अपि अस्ति, अहं चिन्तयामि. सो ज्ञा इति धातुः अस्ति धातुपाठे. ज्ञा इति धातुः अस्ति. तत्र जानाति लटीरूपमस्ति, जानाति किमर्थं चेत् यदा ज्ञा धातुः परे कोऽपि शित् प्रत्ययः अस्ति चेत् तत्र जा जनेर्जा इति ज्ञा जनेर्जा इति सूत्रेण तस्य जा इति आदेशः भवति. अतः तत्र भगिनि न श्रूयते किञ्चित्, कृपया म्यूट् मध्ये तिष्ठतु भगिनि, तत्र ध्वनिः बेक्ग्रौण्ड् नाय्स् आयाति. सो ज्ञा इति धातुः अस्ति धातुपाठे, भुवादिगणे अपि अस्ति, क्रयादिगणे अपि अस्ति. सो ज्ञा धातुः शितिपरे इत्युक्ते कोऽपि शित् प्रत्ययः परे अस्ति चेत् तत्र जा आदेशः भवति. सो लटीरूपे किं भवति? लट् लकारः सार्वधातुकलकारः, तत्र कर्तरि शप् इत्यनेन शप् आयाति. अपि च तत्र गणविकरणप्रत्ययः आयाति. क्रयादिगणे अस्ति चेत् श्ना आयाति. श्ना अपि शित् अस्ति, श्ना अपि शित् अस्ति, तस्मिन् शकारस्य इत् संज्ञा. सो ज्ञा धातुः परे कोऽपि शित् प्रत्ययः आयाति चेत् तस्य धातु आदेशः भवति. ज्ञा स्थाने तत्र जा आदेशः भवति. स्वरूपं किमस्ति? जानाति इति लटीरूपम् अस्ति. परन्तु अत्र तु तिङन्तरूपं नास्ति, ज्ञान इति प्रातिपदिकम् अस्ति. सो अन केन प्रत्ययः निमित्तीकृत्य आयाति? ल्युट्. यदा वयं ल्युट् प्रत्ययः योजयामः, ज्ञायोग ल्युट् कुर्मः चेत् लकारस्य इत्संज्ञा अस्ति, टकारस्य इत्संज्ञा अस्ति, यु अवशिष्यते. यु स्थाने तत्र कः आदेशः? युवोर् नाको इत्यनेन अन इति आदेशः भवति. सो अत्र ज्ञा जा न भवति. किमर्थं चेत् शित् परे नास्ति, ल्युट् परे अस्ति. ल्युट् शित् नास्ति, तस्मिन् लकारस्य इत् टकारस्य इत् परन्तु शकारस्य इत् नास्ति. अतः ज्ञा एव तिष्ठति. सो ज्ञायोग ल्युट् कुर्मः चेत् ज्ञायोग अन भवति. ल्युट् इति प्रत्ययः कृत् प्रत्ययः. कृत् प्रत्ययस्य योजनेन किं शब्दसमूह, यः शब्दसमूहः निष्पद्यते तस्य प्रातिपदिक इति संज्ञा. सो ज्ञान इति प्रातिपदिकम्, नपुंसकलिङ्गे ज्ञानं भवति. इदानीं तत्र ज्ञानयोग, सो ज्ञान इति यः अस्ति अकारान्त् प्रातिपदिकम् अस्ति, कृदन्त प्रातिपदिकम् अस्ति. कृदन्त प्रातिपदिकम् अस्ति चेत् तत्र प्रातिपदिकेषु तु सुप् प्रत्ययः एव योजनीयम्. किमर्थं सुप् योजनीयं? पदसंज्ञा तत्तेन एव पदसंज्ञा भवति, सुप् तिङन्तं पदम्. अत्र किमस्ति? अत्र जस् इति प्रत्ययः, तत्र सि सु औजस् अम् ओट्षस् टाभ्यां बिस् तत्र शी इति कुत्रापि नास्ति. सुप् प्रत्ययेषु एकविंशति सुप् प्रत्ययेषु शी प्रत्ययः कुत्रापि नास्ति, परन्तु तत्र एकं सूत्रम् अस्ति जस् छसोः शी. नपुंसकलिङ्गे एव, तत्र नपुंसकलिङ्गे इति नपुंसके इति तत्र अनुवृत्तिः भवति. सो नपुंसकलिङ्गे सु औ जस्, जस् इति प्रथमा बहुवचनम् अस्ति. अनन्तरम् अम् ओट् शस्, शस् इति अपि बहुवचनं प्रत्ययः. द्वितीयविभक्ति बहुवचनप्रत्ययः अस्ति शस्, प्रथमा बहुवचनम् अस्ति जस्. सो जस् शसोः शी कुत्र? नपुंसकलिङ्गे. केवलं नपुंसकलिङ्गे एव जस् स्थाने शी आदेशः भवति, शस् स्थाने अपि शी आदेशः भवति. सो अत्र ज्ञानयोग ई यः अस्ति सः प्रथमा बहुवचनरूपम् अस्ति. ज्ञानानि अन्ततो गत्वा किं भवति? ज्ञानानि इति ज्ञानं, ज्ञानं ज्ञाने ज्ञानानि इति बहुवचने भवति. सो ज्ञानयोग अत्र शि इति प्रत्ययः वयं जानीमः प्रत्ययेषु लशकु इत् भवति, अतदित् प्रत्ययेषु लशकु इत् भवति आदौ अस्ति चेत्. अत्रापि शकारः आदौ अस्ति, शकारः इकारः शि इति कथनेन श योग ई अस्ति. सो अत्र शकारस्य इत् संज्ञा भवति, अनन्तरं तत्र ई एव अवशिष्यते. सो इदानीं तत्र किम्? एकम् अन्यत् सूत्रस्य प्रसक्तिः अस्ति. सूत्रं किं? तत्र केन सूत्रेण अत्र नुमागमः? अत्र इदितोनुं धातोः इति सूत्रेण नुमागमः न भवति. मया किम् उक्तम्? व्याकरणे तत्र बहूनि सूत्राणि सन्ति यस्य सूत्रस्य आधारेण तत्र नुमागमः भवति. धातुश्रुतो इदितोनुं धातुः इति सूत्रेण नुमागमः भवति. परन्तु इदानीं प्रातिपदिकविषयः, ज्ञान् इति प्रातिपदिकं, नपुंसकलिङ्ग् प्रातिपदिकम्, अकारान्त् प्रातिपदिकम् अस्ति, तत्रापि नुमागमः भवति. सूत्रं किम् अस्ति? नपुंसकस्य जलः च इति सूत्रम् अस्ति. सो नपुंसकस्य तत्र नपुंसकप्रातिपदिकस्य तत्र नुमागमः भवति. तत्र सूत्रस्य सम्पूर्णव्याख्या किम् इदानीं तु तत् मास्तु. सो अत्र नुमागमः भिन्नसूत्रेण भवति. ज्ञान् इति शब्दः नपुंसकलिङ्गशब्दः, तस्मिन् सर्वनाम स्थानप्रत्ययः परे अस्ति चेत् तत्र नुमागमः भवति. इदानीं ज्ञान् इति शब्दः अत्र कति स्वराः भगिनि? अन्ते अपि अकारः, ज्ञा अनन्तरम् अपि तत्र दीर्घाकारः. सो इदानीं यः नुम् आगमः सः अपि मित् अस्ति. अत्रापि यः आगमः सः मित् आगमः. सो मित् आगमः एकमेव सूत्रमस्ति आगमस्य विषये, मिदचो अन्त्यात् परः इति परिभाषासूत्रम्. सो अत्र परिभाषासूत्रस्य आवश्यकता अस्ति, किमर्थं चेत् अत्रापि नुम् आगमः भवति. नुमिक् इति आगमः मित् अस्ति, अतः मिदचो अन्त्यात् परः इति सूत्रेण. ज्ञान् इति शब्दे नपुंसकलिङ्गशब्दे यः अन्तिम अचः तस्य परे करणीयम्. अत्र कः अन्तिम अचः? अकारः. सो अकारस्य अनन्तरम् एव नकारः स्थापनीयः. सो ज्ञानन् भवति अत्र, ज्ञानन्. इदानीं तत्र यः मितागमः, ज्ञान् इति शब्दे यः मितागमः सः तस्य अन्तिम अवयवः इदानीं. This becomes the last part of this. Antim avyavah bhavati. Avyavah bhavati chet, it becomes a part. Avyavah means it is a part of now gyan eva. It does not belong to this pratyaha. Because numagamaha shabdas, pratipadikasya agamaha, natu pratyasya agamaha. So this will become a part of gyan eva. So kim... तत्र ज्ञानन् योग ई. इदानीं तत्र एकम् अन्यत् सूत्रम् अस्ति, सर्वनाम स्थाने च सम्बुद्धौ इति सूत्रेण। यदा कोऽपि सर्वनामसंज्ञकः प्रत्ययः परे अस्ति तस्य प्राक् कोऽपि नकारान्त् प्रातिपदिकम्, इदानीं यः ज्ञान् अस्ति सः इदानीं नकारान्त् प्रातिपदिकं, प्रथमे तु अकारान्त् प्रातिपदिकं, नुमागमः भूत्वा सः नकारान्त् प्रातिपदिकं। सो नकारान्त् प्रातिपदिकेषु एव सर्वनाम प्रत्ययः परे अस्ति चेत् तत्र उपधायां दीर्घादेशः भवति इति एतत् सूत्रस्य अर्थः। सर्वनाम स्थाने च सम्बुद्धौ इति सूत्रं वदति यदा कोऽपि नकारान्त् प्रातिपदिकम् अस्ति तस्य परे कोऽपि सर्वनामसंज्ञकः प्रत्ययः अस्ति चेत् तत्र उपदास्थितस्य वर्णस्य दीर्घादेशः भवति। सो इदानीम् इफ् वि डू नाट् एक्सेप्ट् दिस् नुमागमस्य नकारः एज् अन्तिम अवयवः देन् प्रथमे तु एतत् नकारान्त् प्रातिपदिकम् एव न भवति, अपि च तत्र उपदायां ह्रस्व अकारः न भवितुं शक्नोति यदि वयम् एतत् अन्तिम अवयवः न स्वीकुर्मः, परन्तु स्वीकरणीयम् अन्तः इति पदस्य तदेव अर्थः। कुत्रचित् मितागमः मितित्यागमः शब्दसमूहस्य अन्तिम अवयवः अपि भवति इति अन्तः इति पदस्य अर्थः। यथा अत्र अत्र ज्ञानशब्दे यः नुमागमः सः यद्यपि सः आगमः अन्ते भवति परन्तु आगम अनन्तरं सः मितागमः तस्य एव भागः, तस्य एव अन्तिम अवयवः भवति। अवयवः भवति चेत् इदानीं सर्वनाम प्रत्ययः कीदृश्यति? सर्वनाम प्रत्ययः इदानीं नकारान्त प्रातिपदिकं दृश्यति। नकारान्त प्रातिपदिकं दृश्यति चेत् उपदायां तत्र यः वर्णः तस्य अनेन सूत्रेण दीर्घादेशः भवति इति तस्य अर्थः। अतः एव तत्र ज्ञानान् इति भवति, अन्यथा न भवितुं शक्नोति यदि वयम् अन्तः इति अनुवृत्तिः न स्वीकुर्मः। सो द मितागमः, वट् इस् द कन्क्लूजन्? द मित् आगमः बिकम्स् अवयवः आफ् देट् शब्दसमूह। आगमः सर्वदा शब्दसमूहस्य यत्किमपि आगमः, टितागमः वा कितागमः वा मितागमः वा, देट् बिकम्स् एन् अवयवः आफ् देट् शब्दसमूह। अत्र तु अन्तिम अवयवः भवति इति तत्र अनन्तरं तत्र दीर्घादेश भूत्वा ज्ञानान् इति भवति, अनन्तरं केवलं वर्णमेलनम् अस्ति, सो ज्ञानानि इति तत्र बहुवचने तत्रूपं सिद्ध्यति। सो अतः अन्तः इति पदस्य यद्यपि धातुषु एतस्य प्रयोगः प्रयोजनं न दृश्यते, परन्तु सुबन्तप्रकरणे एतत् पदस्य यः अनुवृत्तिः अस्मिन् परिभाषासूत्रे तस्य प्रयोगः तु सुबन्तप्रकरणे तत्र ज्ञायते, तत्र तस्य प्रयोगः दृश्यते। हौ इट् बिकम्स् एन् अन्तिम अवयवः, बिकास् तत्र अकारान्त नपुंसकप्रातिपदिकम् अस्ति चेत् तत्रापि नुमागमः भवितुं शक्नोति भिन्नसूत्राधारेण। सो नुमागमः व्याकरणे केवलम् इजितो नुम् धातोः इति सूत्राधारेण न भवति, तत्र अन्यानि सूत्राणि अपि सन्ति येषु तत्र नुमागमः भवितुं शक्नोति, यथा मया किमुक्तं नपुंसकस्य जलः च इति सूत्रम् अस्ति, तत्रापि नुमागमः भवितुं शक्नोति। वदतु महोदय। नमस्कारः। अत्र नुमागमः इति तु नुम् सूत्रेण न भवति, नपुंसकस्य जल झल् च झल् तत्र झकारः नास्ति, झकारः अस्ति, झकारः अस्ति झल् प्रत्याहारः। सो तत्र दलद्वयम् एकमस्ति नपुंसकस्य, द्वितीयमस्ति जल जलवर्णः परे। एकनिमिषः अहम् अत्र सूत्रं टैप् करोमि, नपुंसकस्य जल, एतत् सूत्रमस्ति सप्तमध्याये प्रथमपादे द्विसप्ततितमं सूत्रम्, एतत् सूत्रमस्ति, स्क्रीन् दृश्यते वा? नपुंसकस्य जलहचः इति सूत्रेण अत्र दलद्वयं जलन्तस्य यस्य अन्तिमवर्णः जलप्रत्याहारस्य कोऽपि वर्णः, सो अत्र किं वदामः, दलद्वयं जलन्तस्य अजन्तस्य च नपुंसकस्य सर्वनाम स्थाने परे ई इकारः षि इति यः अस्ति तस्य सर्वनाम संज्ञा अस्ति, तत्र एकं सूत्रमस्ति षि सर्वनाम स्थानम् इति संज्ञासूत्रम्, षी प्रत्ययस्य अनेन सूत्रेण सर्वनाम संज्ञा भवति, नपुं केवलं नपुंसकी जस् शसोः षि इति सूत्रेण जस् अपि च शस् प्रत्ययस्य षि आदेशः भवति, केवलं नपुंसकलिङ्गे एव भवति, स्त्रीलिङ्गे पुल्लिङ्गे जस् स्थाने षि आदेशः न भवति, न तु शस् स्थाने षि आदेशः भवति, केवलं नपुंसकलिङ्गे, तत् सत्यम्। इदानीं तत्र संज्ञासूत्रमस्ति षी सर्वनाम स्थानम् इति संज्ञासूत्रं, तेन सूत्रेण किं भवति, षी इति प्रत्ययस्य सर्वनाम संज्ञा अनेन सूत्रेण, सो अस्मिन् सूत्रे किम् अस्ति, सर्वनाम स्थाने परे, यदि परे तादृशप्रत्ययः यस्य सर्वनाम स्थानसंज्ञा अस्ति तदा एव नुमागमः भवति, यदा वयं ज्ञानयोगभ्यां कुर्मः तत्र नुमागमः न भवितुं शक्नोति, किमर्थं चेत् नपुंसकलिङ्गे भ्याम् इति पदस्य सर्वनाम संज्ञा नास्ति, सर्वनाम स्थानसंज्ञा, केवलं सर्वनाम न वदामः, संज्ञा अस्ति सर्वनाम स्थान इति संज्ञा, सो नपुंसकलिङ्गे केवलं षी प्रत्ययस्य एव सर्वनाम संज्ञा, सो केवलं प्रथमा बहुवचने द्वितीया बहुवचने एव नुमागमः भवितुं शक्नोति, कस्य, जलन्तस्य अजन्तस्य नपुंसकस्य च इति, जलन्तनपुंसक अजन्तनपुंसक, अत्र ज्ञान इति अजन्तनपुंसक अस्ति, अकारान्त नपुंसक लिङ्गं प्रातिपदिकम् अस्ति, परे षि इति प्रत्ययः सः षि प्रत्ययः सर्वनाम स्थानसंज्ञकप्रत्ययः, अतः नुमागमः भवति अनेन सूत्रेण, नुम् इति आगमः अत्रापि मित् अस्ति, अत्रापि नकारस्य आगमः, सः अपि मित् अस्ति, अतः मिदचो अन्त्यात् परः इति परिभाषासूत्रेण यः ज्ञान् इति यः अन्तिम अचः अन्त्यात् अचः, सो अन्तिम अच् तु अत्राकारः, सः अन्ते अस्ति, तस्यानन्तरम् एव नुम् इति स्थापनीयम्, अपि च मिदचो अन्त्यात् परः इति परिभाषासूत्रे अन्तः इति पदः अपि तत्र करणीयं, किमर्थं चेत् कुत्रचित् सः नुमागम मितागमः शब्दसमूहस्य अन्तिम अवयवः भवति इति तस्य अर्थः, यथा अत्र अवयवः भवति चेत् नौ ज्ञानन् इस् अ सम्पूर्ण, इट् इस् अ वन् पार्ट्, क्षन्तां सर्वनां स्थान् इत्युक्ते संज्ञा नामकरणमस्ति महोदय, प्रत्ययानां नामकरणमस्ति, तत्र सर्वनां स्थान एकं यथा सार्वधातुक इति संज्ञा अस्ति, प्रत्ययानां संज्ञा अस्ति, परन्तु केषां प्रत्ययानां तिङन्त धातु अनन्तरं ये प्रत्ययः, सर्वनाम स्थानसंज्ञा प्रातिपदिकस्य अनन्तरं ये प्रत्ययाः आयान्ति तेषां सर्वनाम स्थान इति संज्ञा भवति, यथा षि नपुंसकलिङ्गे षि इति प्रत्ययस्य सर्वनाम स्थानसंज्ञा, अपि च पुल्लिङ्गे स्त्रीलिङ्गे कस्य सर्वनाम स्थानसंज्ञा इति प्रश्नः अस्ति चेत् तत्र सुट् सुट् इति अनेन सु औजस् अम् ओट् पञ्चप्रत्ययानां सु औजस् अम् ओट् सुट् अन्ते ट ओट् इति यः अस्ति तत्र टकारः अस्ति आदिं सु, सो सुट् स्त्रीलिङ्गे पुल्लिङ्गे पञ्चप्रत्ययानां सर्वनां स्थानसंज्ञा, इदानीं तत् विषयः नास्ति. सो सर्वनां स्थाने किम् एकं संज्ञा अस्ति, नामकरणम् अस्ति, प्रत्ययानां नामकरणम्. शी इति प्रत्ययस्य, शी इति प्रत्ययः कुत्र आयाति? केवलं नपुंसकलिङ्गे आयाति. कस्य स्थाने आयाति? जस् अपि च शस् स्थाने आयाति. तस्य शी सर्वनां स्थान इति सूत्रेण शी प्रत्ययस्य सर्वनां स्थान संज्ञा अस्ति व्याकरणे सूत्राधारेण. सो अत्र सर्वाणि निमितानि पूरितानि. अजन्तप्रातिपदिकस्य सः अजन्तप्रातिपदिकं नपुंसक् प्रातिपदिकम् अस्ति. ज्ञान् इति नपुंसक् पुल्लिङ्गे नास्ति, स्त्रीलिङ्गे नास्ति, अजन्त अस्ति. तस्य परे सर्वनां स्थानप्रत्ययः अस्ति, अतः नुमागमः भवितुं शक्नोति नपुंसकस्य जलः च इति सूत्रेण. अवगतं वा महोदय? न अवगतं महोदय. ज्ञान अत्र सर्वनामसंज्ञा कुत्र भवति? ज्ञान तु नामपद खलु. ज्ञानस्य सर्वनाम संज्ञा नास्ति, प्रत्ययस्य सर्वनाम संज्ञा अस्ति, सर्वनाम स्थानसंज्ञा. ज्ञानमध्ये लुडन्त भवति, अनन्तर नुमागमः भवति. तावत्पर्यन्तम् अवगतम्. नुमागमः भवति चेत् किं भवति? ज्ञानन् भवति, ज्ञानं भवति, अन्तिमः हल् भवति तदा. अन्ते हल् वर्णः, ईडागमः भवति, गच्छति इडागमः. चिन्तनम् अत्र नास्ति भगिनि. इ इति शी प्रत्ययस्य भागः, अत्र इडागमः आगच्छति. इडागमः कुत्र भवति भगिनि? आर्द्रधातुप्रत्ययस्य एव इडागमः. अत्र आर्द्रधातु इत्यज्ञा भवेत्. अस्तु भगिनि, धन्यवादः. सोरि, परन्तु अत्र सर्वनाम कुत्र अस्ति भगिनि? शी प्रत्ययस्य, यः शी प्रत्ययः, अत्र ज्ञानयोग शी अस्ति. दृश्यतु, अस्माकम् इच्छा किम् अस्ति? ज्ञान् इति प्रातिपदिकं ल्युडन्तप्रातिपदिकं, सम्यक् अकारान्त् प्रातिपदिकम् अस्ति. इदानीं तस्य प्रातिपदिक इति संज्ञा. मम इच्छा अस्ति ज्ञान् इति प्रत्ययस्य प्रथमबहुवचनरूपं किं तस्य निर्मातुं मम इच्छा अस्ति. सो ज्ञान् इति प्रातिपदिकस्य अनन्तरं सु औजस् बहुवचने, प्रथमबहुवचने तत्र सु औजस् इति यः अस्ति, तत्र जस् इति प्रत्ययः, जस् इति प्रत्ययः अस्ति. अस्तु, जस् इति प्रत्ययः, सु औजस् अम् ओट्षस् प्रथमबहुवचनप्रत्ययः अस्ति जस्. अत्र एकं सू ज्ञानयोग जस् अस्ति. जस् जस् प्रत्ययस्य एतत् नपुंसक् प्रातिपदिकं. ज्ञान स्त्रीलिङ्गे नास्ति, ज्ञान पुल्लिङ्गे अपि नास्ति. अस्तु, ज्ञान इति यः अस्ति नपुंसक् प्रातिपदिकम् अस्ति. नपुंसक् लिङ्गे जस् अपि च यत् किमपि नपुंसक् प्रातिपदिकम् अस्ति, यत्किमपि फल् वा जल् वा यत्किमपि नपुंसक् प्रातिपदिकम् अस्ति, तस्य अनन्तरं जस् अथवा शस् योजयामः चेत् तस्य प्रत्यादेशः भवति. जस् स्थाने अपि शी आदेशः भवति, शस् स्थाने अपि शी आदेशः भवति. सो इदानीं जस् नास्ति, जस् शसो शी इति सूत्रेण शी भवति. शी इति इदानीं प्रत्ययः, शी इति प्रत्ययः, ज्ञानयोग शी अस्ति. शी इति प्रत्ययः अस्ति, अतदित् प्रत्ययः अस्ति, उपदिष्ट प्रत्ययः अस्ति. प्रत्ययेषु अपि इत्संज्ञा करणीयम्. अत्र आदिमवर्णः शकारः, शकारः अपि च ह्रस्व इकारः, शि इत्यनेन शकारः इकारः. आदिमवर्णः शकारः अस्ति चेत् लशकु आतदिते इति सूत्रेण शकारस्य इत्संज्ञा, तस्य लोपः इति सूत्रेण लोपः अपि भवति. किम् अवशिष्यते इ एव अवशिष्यते सो इदानीं किम् अस्ति ज्ञानयोग इ अस्ति ज्ञानयोग इ अस्ति चेत् इदानीं कस्य कस्य सूत्रस्य प्रसक्तिः ज्ञानयोग इ नपुंसकस्य जलः च इति सूत्रं वदति अजन्तप्रातिपदिकं नपुंसक अजन्तप्रातिपदिकम् अथवा ज्वलन्तप्रातिपदिकम् अस्ति चेत् तस्य अनन्तरं सर्वनां स्थानप्रत्ययः शी इति प्रत्ययस्य सर्वनां संज्ञा अस्ति सर्वनां स्थानसंज्ञा अस्ति केन सूत्रेण शी सर्वनां स्थान इति एकं सूत्रम् अस्ति संज्ञासूत्रं सो शी प्रत्ययस्य अत्र ई यः अस्ति सः शी एव शी प्रत्ययस्य सर्वनां स्थानसंज्ञा सो अजन्तप्रातिपदिकस्य अनन्तरं कोऽपि सर्वनां स्थानप्रत्ययः अस्ति चेत् तत्र नुमागमः भवति इति सूत्रं वदति नपुंसकस्य जलः च इति सूत्रेण तत्र नुमागमः इदानीं प्रातिपदिकस्य नुमागमः भवति ज्ञान् इति शब्दस्य नुमागमः नुमागमः मित् अस्ति आगमः कुत्र करणीयम् इति प्रश्ने सति चेत् मिदचो अन्त्यात् परः सूत्रं वदति यस्य आगमः अत्र तु ज्ञानशब्दस्य आगमः तस्मिन् यः अन्तिम अचः तस्य परे करणीयम् अत्र अन्तिम अचः तु अन्ते एव अस्ति नकार उत्तरवर्ती यः अकारः अतः तस्य अनन्तरं तस्य परे स्थापनीयं सो ज्ञाननयोग ई अस्ति इदानीं ज्ञाननयोग ई अस्ति चेत् तत्र एकम् अन्यत् सूत्रस्य प्रसक्तिः भवति सर्वनां स्थाने च सम्बुद्धौ इति सूत्रेण सर्वनां प्रत्ययः परे इदानीं वयं जानीमः शी इति प्रत्ययस्य सर्वनां स्थानसंज्ञा अस्ति सो ई प्रत्ययस्य सर्वनां संज्ञा अस्ति नकारान्तप्रातिपदिकस्य अनन्तरं सर्वनां स्थानप्रत्ययः अस्ति चेत् तत्र उपधायां दीर्घादेशः भवति अत्र उपधायां कः वर्णः भगिनि ज्ञानन् इति यः अन्तिम अवयवः भवत् भूत्वा तत्र उपधायाम् इदानीं कः वर्णः अकारः सो केन सूत्रेण तस्य ह्रस्वाकारस्य दीर्घ आदेशः भवति सर्वनां स्थाने च सम्बुद्धौ इति सूत्रेण यद् शी इति प्रत्ययः शी सर्वनां स्थानसंज्ञाः प्रयोजनम् अत्रापि दृश्यते सो यदा नकारान्त प्रातिपदिकस्य अनन्तरं कोऽपि सर्वनां संज्ञकप्रत्ययः अस्ति चेद् एव उपधायां भूतस्य वर्णस्य दीर्घ आदेशः भवति अन्यथा न भवति सो ज्ञानन् योग ई अनन्तरं ज्ञानानि वर्णमेलनेन ज्ञानानि इति भवति इति तत्र रूपाणि सो अत्र कस्य कस्य सूत्रस्य प्रथमे तु अस्माकं विषयः कः यः नुमागमः सः यस्य मितागमः तस्य अन्तिम अवयवः अपि भवितुं शक्नोति सर्वदा मध्ये आदौ इति न तत्र नुमागमः सर्वदा मध्ये एव न कुत्रचित् अन्ते अपि भवितुं शक्नोति मितागमः अन्ते भवति चेत् अत्र यदि वयम् अन्तिम अवयवः न स्वीकुर्मः चेत् तत्र सर्वनां स्थाने च सम्बुद्धौ इति सूत्रस्य प्रसक्तिः एव अन्यथा न भवति किमर्थं चेत् यदि वयं नकारः एत् ज्ञान् इति पदस्य अवयवः न स्वीकुर्मः तत्र सः नकारान्त् न भवितुं शक्नोति अकारान्तः एव तिष्ठति तत्र अनन्तरम् अकारान्त् अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः एव नास्ति सर्वनां स्थाने च सम्बुद्धौ तस्य सूत्रस्य प्रसक्तिः नास्ति यदा नकारान्त् अन्तिम अवयवः भवति तदा एव अस्य सूत्रस्य प्रसक्तिः भवति तावत्पर्यन्तं सूत्रस्य प्रसक्तिः न भवति एतत् सूत्रं कदा कार्यं करोति नकारान्त् प्रातिपदिकस्य विषये एव कार्यं करोति इति तस्य अर्थः सो अन्तः शब्दस्य प्रयोजनं सुबन्तप्रकरणे दृश्यते धातुषु तु न दृश्यते इति लिखितम् अत्र अवगतं वा भगिनि वेन् महर्षि सेट् अचः अन्त्यात् एनी लास्ट् अच् बिकम्स् अचः अन्त्यात् खलु वै डिड् ही अगेन् से अन्तः ऐ मीन् डजन्ट् इट् इन्क्लूड् द लास्ट् अच् न न अन्तः देट् इस् वाट् ऐ एम् सेयिङ्ग् न दिस् अन्तः इति शब्दस्य कः अर्थः कुत्रचित् सः मित् यः अस्ति तस्य यस्य आगमः तस्य अन्तिम अवयवः अपि भवितुं शक्नोति दिस् इस् ओन्लि टु एक्स्प्लेन् देट् दिस् मिद् मित् इति आगमः यस्य आगमः तस्य अवयवः भवति इट् बिकम्स् अ पार्ट् आफ् देट् शब्दसमूह एव तस्य विषये एव अन्तः इति पदस्य आवश्यकता अन्यथा तत्र एतस्य आवश्यकता नास्ति परन्तु मध्ये आयाति चेत् अपि इट् बिकम्स् पार्ट् आफ् द वर्ड् खलु देट् बिकम्स् आटोमेटिक्लि अ पार्ट् न यदा वयम् आगमः विषये अन्ते भवति चेत् तत्र मे बि सम् भ्रमः मा भवेत् तस्य विषये एव दत्तम् इदानीं तत्र नकार whether it is a part of this only or not or it is to be treated separately va iti tatra prashnah asti chet na it is an antya it is a avyavah of this only yadyapi antya asti saha avyavah ev tasya avyavah ev bhagini tasmin udaharane andaha iti atra nasti chetapi antima swarah akarah jana अत्र एव अन्तिमस्वरस्य परे आगच्छति इति वदति अत्र अन्तिमस्वरः आकारः तत्परे एव न आगमः भवति जानन् ये तादृशमेव भवति तत्र अन्तः इति नास्ति चेदपि अन्तः नास्ति चेदपि तत् भवति परन्तु अन्तः इति शब्दस्य इति पदस्य कः अर्थः तदर्थः नास्ति तत्तु अनेन एव तत् तस्य अर्थः भवति अन्त्य अचः अन्त्यात् परः यः नकारः अन्त्यात् अचः यः अस्ति तस्य परे एव भवति तत्तु सत्यं परन्तु अन्तः इति पदस्य भिन्न अर्थः तदेव अहं वदन्नस्मि अन्तः इति पदस्य कः अर्थः दिस् नकारः इस् एन् अवयव आफ् दिस् ओन्लि देट् इस् द मीन् इट् इस् नाट् सेयिङ्ग् देट् अत्र यः सिन्स् अन्त्यात् अचः परः नुमागमः भवति यदा अन्तिम अच्तोकारः अस्ति तस्य परे एव भवति इदानीं प्रश्नः कः इस् दिस् द लास्ट् नकारः आफ् द आगमः एतत्तु शब्दस्य पाठः इदानीं पर्यन्तं तु शब्दस्य भागः नास्ति न ज्ञान् इति शब्दस्य आगमः यः भवति सः शब्दस्य अवयवः एव स्वीकरणीयम् इति अन्तः इति शब्दस्य अर्थः कुत्र करणीयं तत्तु स्पष्टम् अन्तिम अच् परे करणीयं तत् सत्यम् इदानीं कः प्रश्नः दिस् अन्तिम नकारः वेदर् वी शुड् वी एक्सेप्ट् दिस् एज़् अ पार्ट् आफ् दिस् ज्ञान् आर् शुड् वी ट्रीट् इट् सेपरेट्लि दिस् अन्तः शब्दः सेज् नो इट् इस् एन् अन्तिम अवयवः आफ् द शब्दसमूह यस्य मितागमः तस्य अन्तिम अवयवः भवति इट् इस् अ पार्ट् आफ् ज्ञान् नौ इट् इस् नाट् टु बि ट्रीटेड् सेपरेट्लि इट् इस् अ पार्ट् आफ् इट् इस् एन् अवयव आफ् ज्ञान् देट् इस् वाट् अन्तः शब्दस्य अर्थः अवगतं भगिनि अन्यथा तत्र सी वी डोण्ट् नो द अन्यसूत्राणि वयं न जानीमः सो तत्र नकारः भिन्नरूपेण स्वीकुर्मः चेत् तत्र किमपि अन्यत् कार्यं भवितुं शक्नोति वा सो तथा मा भवेत् नकारः नुमागमः भवति चेत् अन्ते भवति चेत् तत् ज्ञा इदानीं सः ज्ञानशब्दस्य एव भागः इति तस्य अर्थः इदानीं सः कोऽपि भिन्न तत्त्वः नास्ति तस्य एव भागः भवति इति अन्तः शब्देन वयं तत्र स्वीकुर्मः इदानीं यदा तस्य अवयवः भवति तदा वयं किं वदामः ई प्रत्ययः सर्वनाम प्रत्ययः किम् इदानीं किं पश्यति? नकारान्त् प्रातिपदिकं पश्यति. नकारान्त् प्रातिपदिकं पश्यति चेत् एतस्य सूत्रस्य प्रसक्तिः भवति. यदा वयं नी इण्डिपेण्डेण्ट्लि स्वीकुर्मः चेत् तत् तस्य तु प्रातिपदिकसंज्ञा नास्ति न, आगमस्य प्रातिपदिकसंज्ञा नास्ति. वेन् इट् बिकम्स् अ पार्ट् आफ् द प्रातिपदिकं सम्पूर्णशब्दसमूहः becomes an nakarant pratipadikam, ante nakarah. Nakarant pratipadikam asti chedev upadayam dirgha adeshah bhavitum shaknoti. Kopi anya pratipadikam asti ched upadayam dirgha na bhavati. Iti tasya arthah. Idanim tatra yaha antyam parichedah asya vishay asti. तदपि पठतु. कः पठति? मञ्जरी भगिनी अस्ति वा? पठतु भगिनी प्रश्नः. प्रश्नः: अत्रोक्तं ज्ञान योग ई क्षी प्रत्ययः केचन श्रुतवन्तः स्युः यत् सुबन्धविषये प्रत्ययाः भवन्ति सुवौजस् इत्यादयः. तर्हि प्रथमविभक्तौ बहुवचने जस् इति प्रत्ययः भवेत् किल? कथं वा षि इति जातम्? उत्तरमस्ति यत् मूलप्रत्ययः किञ्चित् उच्चैः वदतु भगिनि. That you get that instrument close to your mouth. Shruyate bhagini, vadatu. Aduna shruyate na? Shruyate, shruyate. Puna pada pathami va? Tarhi ite arabhya pathat. Uttaram asti yat moola pratyayah suaujas iti tu satyam. Kintu anantaram प्रत्ययादेशाः भवन्ति इत्युक्ते मूलप्रत्ययानाम् स्थाने आदेशाः भवन्ति. सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते. नपुंसकलिङ्गे यशस्सौ शिः सप्तमे अध्याये प्रथमे पादे विंशतिः सूत्रम् इत्यतेन नपुसङ्गात् अङ्गात् जस् स्थाने षि आदेशः, अनेन नपुसकलिङ्गे प्रथमविभक्तौ बहुवचने इकारः आयाति. वनानि वारिणि मधूनि जगन्ति कर्माणि धनुषि मनांसि इत्यादि. तत्र नुम् इति मित् अस्ति मकारः इत्यस्य सह, अतः नुम् अचः अन्त्यात् परः आयाति. तावद् वदतु भगिनि. ई ई प्रत्ययस्य विषये वदतु, किं लिखितम् अत्र? ज्ञानयोग ई अत्र सि प्रत्ययः तत्र सि लशक्व तद्धिते इति सूत्रेण श इत्संज्ञा भवति, तथा ज्ञानयोग ई एव अवशिष्यते. षी प्रत्ययः कुतः आयाति? षी प्रत्ययः कुतः आयाति? सुप् मध्ये तु नास्ति षी प्रत्ययः. सुप् प्रत्यय मध्ये एकविंशति सुप् प्रत्यय मध्ये षी नास्ति. कुतः आयाति षी इति प्रत्ययः? असर्वनामस्थाने न अत्र सर्वनाम स्थानविषयः नास्ति भगिनि. अत्र सर्वनाम स्थानविषयः इदानीं नास्ति. अत्र केवलं प्रश्नः अस्ति षि इति कुतः आगत्य. यदा वयं सुप् प्रत्ययः पश्यामः सु औज समोक्षाभ्याम्ब्यस् नसिभ्याम्ब्यस् किं नपुंसकलिङ्गे किम्? अत्र सूत्रं दत्तं न भगिनि, जस् शसोः षिः. वदतु सूत्रस्य कः अर्थः? जस् शसोः षिः इति सूत्रस्य कः अर्थः? नपुंसकलिङ्गात् अङ्गात् जस् जस् स्थाने सि आदेश, अपि च सु औ जस् अस्ति. तत्र जस् शसोः द्विवचने अस्ति भगिनि, जस् शसोः शिः इति द्विवचनात् प्रथमात् द्विवचनात् पदम् अस्ति. सो न केवलं जस् प्रत्ययस्य शि आदेशः, शस् प्रत्ययस्य अपि शि आदेशः. प्रथमा बहुवचने खलु महोदय, प्रथमा बहुवचने, द्वितीया बहुवचने शस्. आम् प्रत्ययद्वयस्य शि आदेशः भवति. सो तस्य नाम कः? प्रत्यादेशः. प्रत्यादेशः प्रत्ययस्य स्थाने आदेशः, सम्पूर्णप्रत्ययस्य स्थाने. अत्र जकारः अकारः शकारः जस् सम्पूर्णप्रत्ययः अपगच्छति, तस्य स्थाने शि इति आदेशः, सम्पूर्णप्रत्ययः अपगच्छति, तस्य कः नाम? प्रत्यादेशः. सो शि इति प्रत्यादेशः अस्ति, जस् प्रत्ययस्य आदेशः शि भवति, शस् अपि शि भवति. कस्य विषये? केवलं नपुंसकलिङ्गे एव. रामयोगजस् कुर्मः चेत् तत्र शि आदेशः न भवति. राम इति पुल्लिङ्गप्रातिपदिकम् अस्ति, अजन्तप्रातिपदिकम् अस्ति, परन्तु लिङ्गम् अनुसृत्य एतत् आदेशः. अत्र लिखितं सुबन्तप्रकरणे लिङ्गम् अनुसृत्य अपि च अन्तिमवर्ण अनुसृत्य अपि आदेशः भवन्ति. अत्र तु लिङ्गम् अनुसृत्य नपुंसकलिङ्गे एव जस् शसोः शिः भवति. अतः अत्र ज्ञान् इति यः अस्ति सः नपुंसकलिङ्गे अस्ति, अतः जस् स्थाने शि आदेशः, अन्यथा न भवितुं शक्नोति इति लिखितम्. सो इकारः कुतः आयाति? शि प्रत्ययस्य इकारः. शि कुतः आयाति? जस् स्थाने शि आयाति. किमर्थं शि आयाति? नपुंसकलिङ्गे जस् स्थाने शि आदेशः भवति. सूत्रं किं? जशसोः शिः इति सूत्रम् इति लिखितम्. सो तत्र नपुंसकलिङ्गे प्रायशः वनानि वारिणि इ इ यः श्रूयते सः इकारः कस्य इकारः? शि प्रत्ययस्य इकारः. अन्ते यः नकारः, अन्ते अपि नकारः श्रूयते कुत्रचित्. नी नी नी सः नी कुत्र आयाति? नुमागमस्य नकारः, नुमागमस्य नकारः. किमर्थं चेत् तत्र किं सूत्रं किं? नपुंसकस्य जलः च, ज्वलन्त नपुंसकप्रातिपदिकम् अस्ति, अजन्त नपुंसकप्रातिपदिकम् अस्ति चेत् तत्र नुमागमः भवति. सो यदा तत्र ज्वलन्तप्रातिपदिकम् अस्ति चेत् तत्र तु अन्ते न भवितुं शक्नोति, तत्र कुत्रचित् मध्ये एव भवति. किमर्थं चेत् ज्वलन्त अस्ति चेत् अन्ते तु जलवर्णः, नुमागमः तु अन्तिमस्वरपरे करणीयं. सो कुत्रचित् मध्ये. आर् यु गेटिङ्ग् मै पायिण्ट्? अजन्त अस्ति चेत् एव मित् इति आगमः तस्य अन्तिम अवयवः भवितुं शक्नोति, अन्यथा न भवितुं शक्नोति. किमर्थं चेत् अजन्त अस्ति चेत् अन्ते अच् वर्णः अस्ति चेत् सः लास्ट् अच् अस्ति, अन्तिम अन्त्यात् अचः परः मितित्यागमः करणीयम्. अतः तत्र सः नुमागमः अन्तिम अवयवः भवति. ज्वलन्त नपुंसकलिङ्ग् प्रातिपदिकम् अस्ति चेत् तत्र अन्तिम अवयवः न भवति नुम् इति आगमः, तत्र तु कुत्रचित् मेबि मध्ये और् आदौ कुत्रचित् प्रथमस्वरस्य अनन्तरं. परन्तु अजन्त अस्ति चेदेव अन्तिम अवयवः भवितुं शक्नोति इति तत्र विषयः. सो इदानीं तत्र कः विषयः? इदितो नुम् धातोः यः नुम् आगमः सः मित् अस्ति, धातोः यः अन्तिमस्वरः तस्यानन्तरम् एव स्थापनीयम् इति तस्य अर्थः. एतत् सर्वं तु सुबन्तप्रकरणविषये, न तु धातुविषये. अतः तत्र यः अन्तः यः पदमस्ति तस्य कुत्र आवश्यकता? सुबन्तप्रकरणे धातुश्रुतौ एतस्य प्रयोजनम् एव कुत्रचित् न दृश्यते, परन्तु सुबन्तप्रकरणे एतस्य प्रयोगः दृश्यते इति तस्य अर्थः. सर्वैः अवगतं वा? आम् महोदय. इदानीं तत्र अभ्यासः अस्ति, कृपया एतत् गृहकार्यरूपेण पठतु, एतत् सरलम् अस्ति. अस्तु, वधी कथं वन्द् भवति, एतत् इदितधातु अस्ति. लाञ्छी कथं लाञ्च भवति, एतदपि इदितधातुः. कपि इदितधातुः, अतः नुमागमः, इदितो नुम् धातोः. अत्र ककार उत्तरवर्ति, यः अकारः सः एव अचवर्णः, एकमेव अचवर्णः, तस्य परे एव नकारः स्थापनीयं, नुमिति आगमः, अतः कम्प भवति. अनन्तरं कम्प, तत्र सन्धिसूत्राणि अपि अपेक्षितानि. नश्चापदान्तस्य जलि अनुस्वारसि यै पर्णस्वर्णः. एकवारम् एतत् सर्वं पठतु. एतत्तु वयम् एतत् विषयः किञ्चित् जानीमः एव, परन्तु एकवारं पठति चेत् तत्र स्पष्टं भवति. एतत् विषयः झटति मनसि आयाति. सो अनन्तरं तत्र नुमागमविषये तत्र उदाहरणानि सन्ति. इदानीं तु समयः अभवत्. इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् पृच्छतु. मिदचो अन्त्यात् परः इति सूत्रस्य सम्पूर्णव्याख्या अत्र दत्तम्. प्रश्नः नास्ति चेत् अत्र स्थगम्. सर्वैः अवगतं वा? जगदीश महोदय, कृपया शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय. नमस्कारः. धन्यवादः भगिनी. धन्यवादः.